पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 7 नारद उवाच ततो जालन्धरक्रुद्ध प्राह तं दैत्यसूदनं कपटेन बलं हत्वा क्व यास्यसि बलाधम इत्युक्त्वा तं शतमखं सिन्धुसूनुप्रतापवान् ससूताश्वध्वजरथं छादयामास मार्गणैः पपादमूर्च्छितशक्रो रथोपरि शरैः क्षदः दृष्ट्वा तं पतितं शक्रं जगर्जार्णवनन्दनः मूर्च्छां त्यक्त्वा मुमोचेन्द्रो वज्रं जालं धरं प्रति तद्राद्रिदलनं हस्ते गृहीत्वा सिन्धुसम्भवः वज्रं कक्षापुडे धृत्वा रथादुत्तीर्य सत्वरम् अभ्यधावद दैत्येन्द्रो देवेन्द्रं धर्तुमाहवे ततो दुद्रावमखवा रथं त्यक्त्वा हरिं स्मरन् रथमिन्द्रस्य मदवानारुह्यार्णवनन्दनः यन्तारं मादलिं कृत्वा ययौ प्राप्तमनोरथः रथमिन्द्रस्य तरसा यत्र यत्र ययौ बले जालन्धरो महाबाहुः स्वयं चाम्बुधरो यथा तदसकोपात् पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नन्दकम्रणे सम्प्रेरयित्वा गरुडं मनोजवं जकान कोपेन च दैत्यवाहिनीं रथान् हयान् कुञ्चरपत्ति सङ्खान् सपादयामास बलात्सहस्रशः जनार्दनकश्यप सूनु संवृतश्चकारसङ्ख्ये चरिदम्भयावहं केशास्ति मज्जारुधिरौखवाहिनीं पिशाच वेदाल विहङ्गसेवितां करोरुजङ्घायुधशस्त्रपूरितं सुदुस्तरां व्याघ्रगजेन्द्रसेवितां रक्तान्द्रहाराङ्गदभूषितां तां विकूर्णनेत्रोत्सवकान्तिवाससं विष्णुना निहदं सैन्यं दृष्ट्वा दानवपुङ्गवाः जालन्धराज्ञया सर्वे रुरुधु परिदो हरिं दैत्यास्ते तत्र बाणौखान्वर्ष्मणा यथाम्बुदाः यथा द्विरेफा कमलं पर्वतं जलता इव चूदं यथा पक्षिगणा गगनं धूपसञ्चयः न दृश्यो भूत्तदा विष्णुर्न तार्क्ष्यो रणसङ्कटे सर्वे ते रथमारूढा सर्वशस्त्रैर्महासुराः वैकुण्ठाधिपतिं जघ्नो गर्जन्तो भीमनिस्वनैः तान् सर्वान् भीमरूपेण दैत्याधिकुपितस्तदा रणे निपादयामास वायुपर्णचयं यथा शैलरोमा ततो विष्णुं दैत्यकोपादधावद हरेरपि शरास्तस्य शरीरे शीर्णतां गताः शैलरोमा च दैत्यारि शरीरं चाहनच्छरैः हरिखड्गं विनिर्धूय शिरस्तस्य जह्हारः चिन्ने शिरसि दैत्यस्य कबन्धो विक्रमन्रणे शैलरोमा भुजाभ्यां च तार्ष्यं जग्राहपक्षयोः शिरश्चोत्पत्यतरसा विलग्नं स्कन्धयोर्दृढं ततस्तत्रास्य युद्धेन हृषीकेशोऽपि विस्मितः शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि पुनश्चोत्पत्यवेगेन शिरस्थानं समाश्रयद शैलरोमा ततो विष्णुं जहार गरुडाद्बली हरिर्जघ्ने तलेनाशु गदायुश्चापदद्भुवि ततो जालन्धरसूतं खड्गरोमाणमब्रवीद सम्प्रेषय रथं तत्र यत्र देवो जनार्दनः जालन्धरस्य वचनात् खङ्गरोमानयद्रथं दृष्ट्वा तं पुरदो विष्णुमुवाचार्णवनन्दनः निःशङ्गं जहि मां विष्णो नाहं त्वा हन्मि माधव तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः नारायणप्राणहरैः शरैरेनमपूरयत विष्णुना च विभिन्नाङ्गोर्णवसूनुः प्रतापवान् हरिं सम्पूरयामास मार्गणौखैर्निरन्तरम् नारायणः प्राणहरैः शरैरेनमपूरयद गरुडं पतितं दृष्ट्वा सिन्धुसूनोः शरैर्भुवि रथं संस्मारयामास वैकुण्ठस्थं जनार्दनः शरथस्तस्य सम्प्राप्तः सुदहीनो हयैर्वृदः अश्वैर्युधं रथं दृष्ट्वा विस्मितो भगवान् रणे सम्बोधयित्वा गरुडं सारथ्ये समयोजयद स धृत्वा मुकुटं मूर्ध्नि कौस्तुभं हृदये मणिं पुरुषार्थान् हयान् कृत्वा ययौ जालन्धरं हरिः मेदिनीं रथचक्रेण धारयंश्च सुरैः सह जखानतरसा बाणैर्दानवानां च वाहिनीं देवराजेन सन्दिष्टो वीदिहोत्रो रणाङ्गणे ददाह दानवानीकं समीरण समिन्विदम् तदाह तं भगवता दैत्यसैन्यं सुरैः सह जालन्धरस्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम् अथाह भार्गवं राजा मत्सैन्यं निहतं सुरैः त्वयि तिष्ठति मन्त्रज्ञे विख्यातो विद्यया भवान् किं तया विद्यया ब्रह्मन् क्षत्रेणाथ बलेन च या न रक्षति रोगार्तान्यद्बलं शरणागतान् जालन्धरवच श्रुत्वा भार्गवस्तमभाषद पश्य राजन्मम बलं ब्राह्मणस्य रणाङ्गणे इत्युक्त्वा वारिणा स्पृष्टा हुङ्कारेण प्रबोधिताः उद्धापितास्ते कविना शरौखैः प्राणहारकैः देवाहदारणे पेदुः समं तात् सिन्धु सूनुना बाणैर्जर्जर देहास्ते धृतप्राणा नराधिप न मृदास्त्वमरत्वाच्च बाणैर्भिन्नाश्च सप्तम ततो नारायणो देवो बृहस्पतिमभाषत दिग्बलं दैवतगुरो यो न जीवयसे सुरान् दिषणस्तु जगन्नाथमुवाच त्वरितं तदा औषधीभिरहं स्वामिन् जीवयिष्यामि निर्जरान् इत्युक्त्वा धिषणसोऽपि ययौ क्षीरार्णवस्थितं द्रोणमद्रिं तदा गत्वा सुखं गृह्यौषधी स्वयम् गुरुस्तासां च योगेन जीवयामास निर्जरान् उद्धितास्ते ततो देवा जघ्नुर्दानववाहिनीं देवान् समुद्धितान् दृष्ट्वा बभाषे सिन्धुजकविं विना त्वद्विद्यया काव्य कथमेदे समुद्धिताः इति दैत्योक्तमाकर्ण्य शुक्रः प्राहार्णवात्मजं क्षीरसागरमध्यस्थो द्रोणो नाम महागिरिः औषध्यस्तत्र तिष्ठन्ति जीवयन्ति च यामृतान् तत्र गत्वा सुराचार्यो गृहीत्वोषधि सञ्चयं रणे विनिहदान् देवानुद्धापयदि मन्त्रतः भार्गवोक्तमधाकर्ण्य सैन्यभारं महाबलः शुम्भे निक्षिप्य तरसाययौ जालन्धरोर्णवम् अध प्रविष्टः क्षीराब्धौ वेश्म दिव्यं महाप्रभं प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः नोष्णो न शीतलो वायुर्नतमो यत्र दृश्यते यत्र गायन्ति नृत्यन्ति क्रीडन्ति च वरस्त्रियः सुपीनस्तन भाराढ्याः कृशोदर्यसुन्ददिकाः नेत्रविभ्रमविक्षेपैर्नितम्बपरिवर्तनैः अङ्गैः सम्मोहनैरम्यैर्बाहुवल्लीविचालनैः पादविन्यासरणि तैर्मधुरैर्वचनस्तवैः सौगन्ध्यसौख्यधैर्वासैर्नेत्रभ्रमरहुङ्कृतैः चामरान्दोललीलाभिस्रग्भिस्मितविलोकितैः सेवां चक्रुर्विलासिन्यस्तत्र सुतः क्रीडन्तम् तत्र दुग्धाब्धिं संवीक्ष्य समरोत्सुकः अधाः प्रणिपत्यासौ क्षीराब्धिं तादहंसि मां द्रोणाचलौषधिर्व्याजादम्भुभिः प्रावयस्वतः क्षीरसागर उवाच तं प्राप्तं शरणं पुत्र प्लावयाम्यूर्मिभिः कथं मुनीं द्रास्तं न शंसन्ति यस्त्यजेच्छरणागतं पितुर्व्यवचनं श्रुत्वा संक्रोधात् संततं गिरिं तलप्रहरणेनैव ताडयामास दैत्यराट तदो द्रोणगिरिराजन् भीदो जालन्धराद्भृश्यम् अधा जगामरूपेण प्राह जालन्धरं प्रति तवाहमभवं दासो रक्ष मां शरणागतं रसातलं महाबाहो यास्यामि तव शासनाद यावत्त्वं कुरुषे राज्यं तावस्थास्याम्यहं प्रभो ओषधीनां विरावेण सिद्धानां रोदनेन च रसातलं जगामाद्रिः सिन्धु सूनोः प्रपश्यतः ततो जालन्धरो वीर आजगाम महारणम् पूर्वकल्पितमारुह्य रथस्थं केशवं ययौ रथस्थं माधवं दृष्ट्वा जहासोच्चैर्नदीसुतः तावत्त्वं तिष्ठशकडे यावद्धन्यामरीनहम् एवमुक्त्वा जखानाशु शरैस्तां देववाहिनीम् बाणैर्विदारिदा देवास्त्राहीत्यूचुर्बृहस्पतिं ततो बृहस्पतिश्रीक्रमगमत्क्षीरसागरम् अदृष्ट्वा तं ततो द्रोणमभूचिन्तापरो नृप अधागत्य रणं तूर्णममरान् प्राह गीष्पदिः पलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः एवमुक्तवतस्तस्य गुरोचिच्छेदसिन्धुजः यज्ञोपवीतं केषांश्च बाह्नैस्तीक्ष्णैर्हसन् सुरान् ततो रुद्राव वेगेन गुरुप्राणभयार्दिदः देवा सर्वे रणं हित्वा पालयां चक्रिरे नृप एवं विद्राव्य देवान्वै जनार्दनमाथावत ऋषिकेशोऽपि दैत्येशमन्व धावद्रणोत्सुकः ततो युद्धमभूद्धोरम् विष्णोर्जालन्धरस्य च दुर्धर्षणो बाणजालैः प्रावयामास केशवं तान् बाणान् खण्डश कृत्वा पूरयित्वा शरैर्महान् वासुदेवोऽसुरं बाणैर्जालन्धरमपीडयद जालन्धरो रथं त्यक्त्वा शरपीडितविग्रहः विष्णुं विजेतुं दुद्राव संयधिस्त मदद्रुतं तमायान्दं रणे दृष्ट्वा हरिर्विव्याधसायकैः बाणानङ्गे सहद्विष्णोः प्राप्तोऽसौ रथसन्निधौ हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः भ्रामयित्वाम्बरे शश्वत्श्वेतद्वीपे न्यपादयद जालन्तरकरक्षिप्तो गरुडोऽपि पपातः क्रौञ्जद्वीपे स तत्रैव विश्राममकरोच्छिरम् अच्युतप्रच्युतस्तस्माद्भ्रमदो रथमण्डलाद रणमागत्य दैत्येश्यं तिष्ठ तिष्ठेत्यभाषद दृष्ट्वा तमागतं भूयः केशवं समरप्रियः पूरयन् मार्गणैर्भूमिं जगर्जार्णवनन्दनः विव्याधदैत्यं हरिराशुशक्रिया हृदि स्फुरं त्या स ततः पपात सुतो नयत्तं समरान्निवासं तं प्राहरे केन कृतोऽस्म्यलज्जः दैत्यारि जालन्धरयोर्महत्तदा बभूव युद्धं धरणीतलस्थयोः प्रणाश्रियस्तं न जखानदानवं स्वयं हरिस्तस्य शरैः पपात ततो निरीक्ष्य गोविन्दं पतितं धरणीतले प्रगृह्यार्णवजो दैत्य आरुरोह निजं रथम् तदस्तमिन्दिरा प्राप्ता रुदन्ती विष्णुवल्लभा संस्थिता कमला तत्र पदीं कमललोचनं पदितं तु पदीं वीक्ष्य लक्ष्मी प्राहार्णवात्मजम् शृणुष्व वचनं भ्रातर्जितो विष्णुर्धृतस्त्वया भगिन्या न च वैधव्यं दातुं युक्तं महाबल श्रुत्वा दुवचनं तस्या मुमोच जगदःपदिं जालन्धरो महाबाहुस्वस्रे भक्त्या ननाम च ववन्दे चरणौ विष्णोः स्वसुस्नेहात्तदाञ्जसा विष्णुर्जालं धरं प्राह तुष्टोऽस्मि तव कर्मणा वरं वरय दैत्येश किं प्रयच्छामि ते वरं जालन्धर उवाच यदि त्वं मम तुष्टोऽसि शौर्येणानेन केशव स्थातव्यं मत्पितुस्थाने त्वया कमलया सह तथेत्युक्त्वा च संस्मृत्य गरुडं धरणीधरः आरुह्य च जगन्नाथः क्षीराब्धिं प्रियया सह तदा प्रभृति कृष्णस्य वासश्वशुरमन्दिरे अब्धौ वसति देवेशो लक्ष्म्या प्रियचिकीर्षया इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे युधिष्ठिरनारदसंवादे सप्तमोऽध्यायः ॐ